शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजं प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये। पठामि संस्कृतं नित्यं, वदामि संस्कृतं सदा, ध्यायामि संस्कृतं सम्यक्, वन्दे संस्कृतमातरम्। संस्कृतस्य प्रसाराय सर्वं ददाम्यहम्, संस्कृतस्य सदा भक्ति, वन्दे संस्कृतमातरम्। संस्कृतस्य कृते जीवन्, संस्कृतस्य कृते यजन्, आत्मानम् आहुतं मन्ये, वन्दे संस्कृतमातरम्। धर्मं समाजं च पवित्रां संस्कृतिं तथा संरक्ष्य ननु कुर्याम विश्वं शान्तिसमन्वितम्। हरिः ॐ श्रीगुरुभ्यो नमः। हरिः ॐ। उत्तमं भगिनि, प्रारम्भं कुर्मः। पृष्ठक्रमाङ्कः 9, अहं मन्ये अत्र पर्यन्तं वयं दृष्टवन्तः। एतेषां प्रातिपदिकानाम् अन्तिमः वर्णः व्यञ्जनम् अस्ति, व्यञ्जनानां हल् इति नाम। अतः अन्ते हलन्ताः शब्दाः, अतः एते हलन्ताः शब्दाः इति उच्यन्ते। हल् अन्ते यस्य सः हलन्तः। अत्र पर्यन्तं वयं पूर्णं कृतवन्तः वा? कोऽपि वदतु कृपया। आं भगिनि। तर्हि अग्रे गच्छामः। तत्र पदरञ्जनी अस्ति। पदरञ्जन्यां केचन हलन्तशब्दाः सन्ति, तत्र अन्वेषणं कुर्मः। षोडशशब्दाः सन्ति तत्र। एकः शब्दः तत्र अस्ति, पूर्वमेव लिखितमस्ति, भिषक्। कोऽपि वदतु, अन्वेषणं करोतु शब्दद्वयं। सन्ध्या भगिनी, प्रारम्भं करोतु। आं भगिनि, श्वेत। श्वेत, केवलं श्वेत नास्ति, न केवलं श्वेत इति शब्दः नास्ति। कीप गोइंग फर्दर ऑन द डायग्नल। हा, श्वेत वस्त्र, परन्तु वस्त्र, हा, श्वेतवस्त्रधारी, श्वेतवस्त्रधारी, हा, केवलं श्वेतवस्त्र चिन्तनीयमस्ति चेत् श्वेतवस्त्र, वस्त्र नपुंसकलिङ्गे अकारान्तशब्दः, परन्तु अत्र हलन्तशब्दानाम् अन्वेषणं करणीयमस्ति। तर्हि श्वेतवस्त्रधारी, श्वेतवस्त्रधारीन् इति प्रातिपदिकम्। तर्हि श्वेतवस्त्रधारीन् इति प्रातिपदिकम् अस्ति। श्वेतवस्त्रधारी इति प्रथमा एकवचनम् अस्ति। एकवारं पुनः प्रयत्नं करोमि वा भगिनि? हा हा, करोतु। अनुभवशाली, अनुभवशालीन्, आम् आम्, अनुभवशालीन् इति प्रातिपदिकम्। अनुभवशाली इति प्रथमा एकवचनम्। उत्तमं भगिनि, अग्रे गच्छामः। सञ्जीव महोदय, अन्वेषणं करोतु। शुभनाम, शुभनाम, नामन् इति शब्दः अस्ति, प्रातिपदिकम् अस्ति, नामन् अनन्त। तर्हि शुभनामन् इति प्रातिपदिकं, शुभनाम प्रथमा एकवचनम्। उत्तमं, भवान् अग्रे गच्छतु। आ, सुहृदौ हा सुहृदौ सुहृद् इति शब्दः अस्ति प्रातिपदिकं सुहृद् तस्य सुहृदौ प्रथम बहु द्विवचनम् अस्ति प्रथमाद्विवचनं सुहृदौ उत्तमं भवान् सूक्ष्मा भगिनी अग्रे अन्वेषणं करोतु धारीज् अस्ति वा शब्दः पिच्वन् धारी धारीज् न न न न फैण्ड् औट् वित् दट् धारी भगिनी एकं प्रश्नमस्ति शब्द शुड् बि टुगेदर् इट् वि केन् पिक् फ्रम् एनिवेर् इन् द बाक्स् दे शुड् आल् बि वन् आफ्टर् अदर् क्या आम् आम् आम् ओके सो सी सी दट् धारी वाट् एवर् यू सेड् फस्ट् धारी ज इट् इस् नाट् धारी ज धारी एण्ड् सी बिफोर् दट् धारी त्रय नेत्रधारी उपनेत्रधारी ओ उपनेत्रधारी उपनेत्रं नाम स्पेक्ट् उपनेत्रधारिन् इति प्रातिपदिकम् अस्ति उपनेत्रधारी प्रथम एकवचनम् अस्ति अनन्तरम् अनन्तरं रामायण रामायण वि डोण्ट् वाण्ट् दट् रामायण रामायण इस् न नाम अकारान्त स्वरान्तशब्द वि वाण्ट् हलन्तशब्द अनुभव अनुभवशालीन् वि सॉ दट् अनुभवशाली वि सॉ दट् सी नेक्स्ट् टु अनुभवशाली अनुभवशाली वणिक् वणिज् प्रातिपदिकम् अस्ति वणिज् वणिक् इति शब्दः अस्ति वणिक् वन् मोर् वर्ड् इस् देर् वणिक् सी भिषक् भिषक् भिषक् कक् एण्ड् वणिक् स्लाण्टिङ्ग् लैन् वित् स्लाण्टिङ्ग् लैन् right side to upper side manik one more there okay then next sushila bhagini is it utsahi now is it yes correct correct utsahi now is it utsahi yes yes उत्साहिन् इस् द प्रातिपदिक उत्साहिनौ प्रथम बहु द्विवचनम् उत्तमं भगिनि अग्रे गच्छतु आदर्श इस् इट् एनी हा अग्रे अग्रे गच्छतु आदर्श समाज नेक्स्ट् समाजिन् वाट् आदर्श समाजसेविन् समाजसेवी आदर्श समाजसेवी समाजसेवी हा समाजसेविन् आदर्श समाजसेविन् इस् द प्रातिपदिकम् आदर्शसमाजसेवी प्रथम एकवचनम् उत्तमं भगिनि अनन्तरं पुनरेकवारं सन्ध्या भगिनी वदतु एकाकी भगिनि हा एकाकी तर्हि एकाकिन् ekakirasva ekakin is the pratipadikam and ekaki is prathama ekavachanam uttam agare vadatu यत्र उत्साहिनौ अस्ति तत्र अग्रे पठतु उत्साहिनौ शब्दस्य अग्रे पुष्पमस्ति तत्र अग्रे पठतु आम् महान् महान् महत् महत् इस् प्रातिपदिकं महान् इस् पुल्लिङ्गं प्रथम एकवचनं विच् वन् हाँ हाँ हाँ नाइक् बट दट श्व चिंतु श्व मध्ये अस्त शब्द सी विश्वजित ओ ब्रिलियंट भगिनी विश्वजित् इट् इस् तकारान्तः शब्दः विश्वजित् जस्ट् लैक् मरुत् इट् इस् प्रथमा एकवचनम् सञ्जीव महोदय अग्रे वदतु परिश्रमिणौ यस् करेक्ट् परिश्रमिणौ परिश्रमिन् न हलन्त परिश्रमिन् एण्ड् बिकास् आफ् र इन् श्र एण्ड् म इट् इस् नाट् नौ इट् इस् अडौन् डिड् वि डू श्रीमन् आल्रेडि श्रीमन् न न न यस् राट् श्रीमन् श्रीमन् इस् श्रीमत् श्रीमत् प्रातिपदिकम् अस्ति श्रीमत् एण्ड् श्रीमन् इस् सम्बोधनम् एकवचनम् श्रीमान् इस् प्रथमा एकवचनम् उत्तमं भवान् सूक्ष्मा भगिनी अग्रे पठतु Ekaki we have done. None. Okay. Two words are remaining. Okay. Shubha Nama? We have done. We have done. Okay. Suhrudau also we have done. Yes. Two words are there under Vishwajit. Vishwajit. Vishwajit. It is Goswami. Goswami, oh, diagonal down, okay. Ah, आम् आम् ओके गोस्वामी प्रातिपदिकम् अस्ति गोस्वामिन् स्वामिन् परन्तु स्वामिन् मध्ये मी ह्रस्व अत्र प्रथमा एकवचनमध्ये मी दीर्घ गोस्वामी पश्यतु डायगोनली एव अण्डर् गोस्वामी अंशभागिनः येस् करेक्ट् अंशभागिन् अंशभागिन् हा अंशभागिन् अत्र अंशभागिनः प्रथमा बहुवचनमस्ति अंशभागी अंशभागिनौ अंशभागी भागिनः सो आल् वर्ड्स् वी हाव् सीन् फ्रोम् भिषक् देर् आर् 16 वर्ड्स् वी हाव् सीन् दोस् वर्ड्स् सुशीला भगिनी अग्रे पठतु उत्तमम् सर्वैः उत्तमम् अन्वेषणं कृतम् भगिनि इस् हरि वन् आफ् द वर्ड्स् वेर् वेर् वेर् हरि हरि हरि बट् समथिङ्ग् देर् बिफोर् हरि जस्ट् लैक् मनोहारिन् मनोहारिन् एण्ड् मनोहारि इस् द प्रथमा एकवचनम् ओके पठामि वा यस् यस् पठतु शब्दानां प्रथमाविभक्तिरूपाणि उदाहरणे दर्शितानि सन्ति यथोदाहरणम् अन्येषां शब्दानां प्रथमाविभक्तिरूपाणि लिखत श्रीमन् श्रीमान् श्रीमन्तौ श्रीमन्तः वणिजौ वणिजौ वणिजः वणिजः वणिक् वणिजौ वणिजः यु केन् सी पेज् नम्बर् परिशिष्टमस्ति पश्यतु तत्र आफ्टर् पेज् नम्बर् 177 तत्र शब्दाः दत्ताः सन्ति सुहृद् सुहृद् सुहृद् सुहृदौ सुहृदः उत्तमं भगिनी उत्तमं सन्ध्या भगिनी अग्रे पठतु पश्यतु पथिन् भगिनी सुहृद् वदति सुहृद् सुहृदौ सुहृदः सुहृद् सुहृत् दन्त सुहृद् सुहृद् प्रथमा एकवचनं सुहृदौ प्रथमा द्विवचनं सुहृदः प्रथमा बहुवचनं सुहृद् सुहृत् सुहृदौ सुहृदः प्रथमा अधुना पथिन् पथिन् नौ सी वी हाव् सीन् अनुभवशालीन् अनुभवशाली अनुभवशालिनौ अनुभवशालिनः दिस् इस् इन्नन्त वर्ड् पथिन् इस् आल्सो इन्नन्त वर्ड् बट् इट् इस् नाट् लैक् अनुभवशालीन् इट् इस् डिफ्रेण्ट् पन्था पन्थानौ पन्थानः इट् इस् वेरि मच् डिफ्रेण्ट् इन् प्रथमाविभक्ति इफ् यु आर् इफ् यु केन् सी परिशिष्टम् आफ्टर् पेज् नम्बर् 177 सो सी रैट् सैड् पेज् तत्र पथिन् इति शब्दः अस्ति पन्थाः पन्थानौ पन्थानः पन्थानं पन्थानौ पथः पथा पथेभ्यां पथिभिः पथे पथेभ्यां पथेभ्यः पथः पथेभ्यां पथेभ्यः पथः पथोः पथा पथि पथोः पथेषु हे पन्थाः हे पन्थानौ हे पन्थानः। अत्र सम्बोधनविभक्ति प्रथमाविभक्तेः अनन्तरं दत्तमस्ति, परन्तु पठतु अन्ते एव, प्रथमा द्वितीया तृतीया चतुर्थी पञ्चमी षष्ठी सप्तमी अनन्तरं सम्बोधनं वक्तव्यमस्ति, न प्रथमाविभक्ति अनन्तरं। सो दिस् इस् डिफरेण्ट् एण्ड् यु विल् राइट् मथिन् शब्द जस्ट् लैक् पथिन् मन्थाः मन्थानौ मन्थानः मन्थानं मन्थानौ मथः मथिन् नाम विनो मन्थ मन्थनं चर्निङ्ग् सो मन्थनं नाम पथिन् मन्थि मथिन् इट् इस् नाट् लैक् गुणिन् इट् इस् डिफ्रेण्ट् फ्रम् गुणिन् गुणिन् शब्दः पश्यतु तत्र एवम् एव विद्यार्थिन् एकाकिन् अधिकारिन् ज्ञानिन् योगिन् निवासिन् इत्यादयः शब्दाः नाम शशिन् अपि अत्र आगच्छति शशिन् मानिन् हरिन् जस्ट् लैक् मनोहारिन् अनुभवशालिन् अनन्तरं श्वेतवस्त्रधारिन् अंशभागिन् समाजसेविन् ओर् दिस् वर्स् कम् अण्डर् गुणिन् गोट् इट् आम् वा नो गेटिङ्ग् इट् भगिनि वाट् यू सेड् सूक्ष्मा भगिनी वि आर् गेटिङ्ग् इट् स्लोलि स्लोलि हा हा हा दिस् इस् डिफरेण्ट् फ्रोम् गुणि इट् गुणि देट् मीन्स् हू इस् गुणि एकवचनं वदति भगिनि गुणि गुणि गुणिनौ गुणिनः गुणी दीर्घ गुणी गुणिनौ गुणिनः जस्ट् लैक् शशि शशिनौ शशिनः सो सो हौ डु वि फैण्ड् औट् वेदर् द फार्मेट् इस् लैक् पथिन् और् शशि येस् आल् वर्ड्स् आर् जस्ट् लैक् दे हेव् गिवन् पथिन् एण्ड् मथिन् ओन्ली टु वर्ड्स् आर् लैक् पथिन् पथिन् एण्ड् मथिन् ओन्ली टु वर्ड्स् आर् सेम् and other words are with gunin. अनन्तरं विनो कवि शब्द इकारान्त पुल्लिङ्गं परन्तु अत्र पश्यतु पति पति शब्द इट् इस् डिफरेण्ट् फ्रोम् कवि सखी शब्द दिस् इस् आल्सो इकारान्त पुल्लिङ्ग शब्द बट् इट् इस् नाट् लैक् कवि इट् इस् डिफरेण्ट् सी सखा सखायौ सखायः सखायं सखायौ सखिन् सख्या सखिभ्यां सखिभिः सखे सखि दिस् इस् जस्ट् एस् वी आर् वी हेव् सीन् कवि पत्या पतिभ्यां पतिभिः बट् कविना कविभ्यां कविभिः सो सख्या पत्या इस् डिफरेण्ट् फ्रोम् कविना कविः कवी कवयः पतिः पती पतयः सेम् बट् सखा सखायौ सखायः दीस् वर्ड्स् आर् वी केन् सी इन् धातुरूपावली आल्सो हेडिङ्ग् इस् अनियमितशब्दाः अनियमिताः शब्दाः अनियमित् विच् आर् नाट् जस्ट् लैक् अवर् मोडेल् वर्ड् दीस् आर् डिफरेण्ट् वर्ड्स् So, stri, shri, see page, right side page. Stri and shri. These words are Lakshmi also. Lakshmi, stri, shri. These are ikarantaha shabdaha. Just like nadi. But something is there. Difference is there. See, Lakshmi hi, we are not writing like this. Nadi, nadyav, nadyah. But Lakshmi hi, Lakshmiyav, Lakshmiyah. Shri also, Visarga comes there. And with seven words. Lakshmi, Shri, Tantri, Tari, Dhi, Ri. In Dhatu Rupavali, page number 12, they have given all this information. Shri hi, Shriyav, Shriyah. But in Nadi, Nadi, Nadyav, Nadyah. Not Nadi hi. But here we have to write Shri hi. And you can also see difference in Lakshmi and Shri in Sambodhana Vibhakti. Hey Lakshmi, it is Rasva Ikar without Visarga. But see in Shri, Hey Shri hi. It is with Dirgha Ikar and also with Visarga. So something is different in all these words. And in Dhatu Rupavali, all these words are come under Aniyamitaha Shabdaha. These are Aniyamita. Stri also. Nadi Nadyav Nadyah Nadim Nadyav Nadihi. But see, Nadihi, that means Strihi. But here Striyah is also there. Nadya Nadibhyam Nadibhi. Atra Striya Stribhyam Stribhi. Striya. And in Nadi, we have to remove that Ikar and then add Ya. Nadya. But here Striya. Striyai, Striyaha, Striyaha, Striya. Yai, Yaha, Yaha, Yam. In all feminine words, we are seeing Yai, Yaha, Yaha, Yam from Chaturthi to Saptami Ekavachanam. Lakshmiyai, Lakshmiyaha, Lakshmiyaha, Lakshmiyam. Shriyai, Shriyaha, Shriyaha. Shriyi, see. Shriyi also and Shriyam also. So some words are like not their model words, they are different from them. So here Pathin is different, and just like Pathin, we have to write Mathin also. These two words are different with other than other words which ends with in, innanta. So, agre gacchamaha va? Any doubt? Na begini. Astu. Whose turn is that now? Sushila begini? No, no. Sandhya begini? Or Sanjay Mohoday? I can go next. Yes, please. Rutvij. Ha. Prathama ek vachan would be Rutvik. Ha. Then Vivachan Rutvijo Rutvijaha. Yes, just like Vanij. See, Vanij Parishishtam. Rutvij under Vanij. They have given Evam Eva Bhishaj Rutvij Ityadayaha. Agre pathatu, Atman. Atman. Atma. Atmanau, Atmanaha. Uttamam. Kase prashna asti va? In Ritvik, Ritvik also will come. Ritvik and... Yes, correct. Ritvik, ऋत्विग् इफ् जकारान्तशब्दः तत्र अस्ति चेत् वी हेव् टु रैट् क एण्ड् ग फार् प्रथमा एकवचनम् एण्ड् आल्सो फार् सम्बोधन एकवचनम् अस्तु सूक्ष्मा भगिनी अग्रे गच्छतु भीमकर्मन् भीमकर्मन् इस् दिस् लैक् श्रीमन् भगिनी यस् इट् इस् वन् मिनिट् इट् इस् जस्ट् लैक् आत्मन् ओ ओके ओके सो भीमकर्मा भीमकर्माणौ कर्माणः यस् वाट् इस् डिफरेन्स् बिट्वीन् वाट् यु सेड् विच् वर्ड् श्रीमन् श्रीमन् इट् इस् श्रीमन् इट् इस् नाट् जस्ट् लैक् दिस् इस् नाट् श्रीमन् इट् इस् श्रीमत् सो बेसिक् वर्ड् इस् श्रीमत् एण्ड् इट् इस् आत्मन् अनन्त एण्ड् दिस् श्रीमत् इस् मत् प्रत्ययान्त मत्वत् प्रत्ययान्तः श्रीमत् भगवत् मत्वत् प्रत्ययान्तः एण्ड् आत्मन् आत्मन् इस् अनन्त वर्ड् सो जस्ट् लैक् कर्मन् उत्तमं भगिनि अग्रे पठतु why is the format for Atman and Sriman different? It is not actually Sriman. I think it is a spelling mistake, printing mistake. It is Shrimat. Pratipadikam asti Shrimat. Okay, got it. Agare patatu Sushila bhagini. सोरि सूक्ष्मा भगिनी योगिनी एकवचनं योगी द्विवचनं योगिनौ बहुवचनं योगिनः उत्तमं भगिनि अग्रे अपि पठतु विद्वत् विद्वत् विद्वान् विद्वांसौ विद्वांसः उत्तमं विद्वान् विद्वांसौ विद्वांसः उत्तमं भगिनि सुशीला भगिनी अग्रे पठतु यथोदाहरणम् एकवचनवाक्यं बहुवचनवाक्यत्वेन बहुवचनवाक्यम् एकवचनवाक्यत्वेन वा परिवर्तयत किं करणीयमस्ति तत्र सोरि भगिनी टु इण्टरप्ट् अगेन् हा सुशीला भगिनी सोरि ऐम् सो सोरि हा वदतु भगिनि भगिनी इन् विद्वत् एकवचनम् इस् विद्वत् रैट् एकवचनम् इस् विद्वत् रैट् न विद्वान् विद्वान् ओके दिस् इस् आल्सो वाट् ऐ सेड् जस्ट् नौ दे आर् डिफरेण्ट् बिका एक्चुलि द वर्ड् इस् विद्वत् that means this word is sakaranta and pullingam so that means it must be like chandramas but it is different from chandramas so this word is also aniyamitah shabdah it is vidvan vidvansau vidvansah and because it is vidvan you have that ang matra And see, in Parishishtam, Vidvamsam, Vidvamsav, Vidushah. What, many words are different. Vidusha, Vidvadbhyam, Vidvadbhi, Vidushe, Vidvadbhyam, Vidvadbhyah. Vidushah, Vidvadbhyam, Vidvadbhyah. See, Vidushah. So this is very much different. विदुषि विदुषि विदुषि इट् इस् ह्रस्व इकार विदुषि विदुषोः विद्वत्सु भगिनि फार् द स्त्रीलिङ्ग् आफ् विद्वान् विच् इस् विदुषि this word is just like nadi, vidushi. अस्तु अस्तु हा सुशीला भगिनी अग्रे पठतु. इट मीन्स् सेण्टेन्स् विच् इस् एन् कन्वर्ट् टु बहु. हा देट् मीन्स् वाक्यं यदि एकवचने दत्तमस्ति चेत् बहुवचने करणीयमस्ति परिवर्तनम्, अथवा बहुवचने दत्तमस्ति चेत् एकवचने परिवर्तनीयमस्ति. प्राप्तं वा? प्राप्तं. पठतु अग्रे. हा यस् अग्रे पठतु. वणिजः विक्रयणं कुर्वन्ति. वणिक् विक्रयणं करोति. वणिजः विक्रयणं कुर्वन्ति. पश्यतु करोति कुर्वन्ति भवति, वणिक् वणिजः भवति. नाम यदा वयं कर्तारः परिवर्तनं कुर्मः तर्हि क्रियापदस्य अपि परिवर्तनम् आवश्यकमस्ति. वणिक् अस्ति चेत् करोति आगच्छति, वणिजः अस्ति चेत् कुर्वन्ति आगच्छति. इफ् वी आर् नाट् डूयिङ्ग् दिस् देन् अवर् सेण्टेन्स् इस् इन्करेक्ट्. यस् करेक्ट्. अग्रे अपि पठतु. योगी कर्म करोति. नः कर्म कुर्वन्ति. यस् यस् योगिनः कर्म कुर्वन्ति. सेकेण्ड् अपि तु यस् पठतु. पण्डितः समदर्शिनः. समदर्शिनः पण्डिताः समदर्शिनः. पण्डितः समदर्शी. ओ समदर्शी. सो समदर्शी मस्ट् बि देर् बिकास् इट् इस् आल्सो जस्ट् लैक् शशिन् समदर्शिन्. सो समदर्शी, समदर्शिनौ, समदर्शिनः. पण्डितः पण्डितौ, पण्डिताः. सो पण्डिताः इस् प्लूरल्. So, what's samadarshina is adjective for panditaha. So, when we are changing noun word, then we have to change its adjective also. So, visheshan vishesha bhava asti. Tatra chhatranam krute vayam kathita vantaha. It is CNG rule. What is CNG? C nama case, vibhakti. N means number, vachanam. And G means gender, lingam. Tarhi, lingasya, namnaha, yad vachanam asti, yad lingam asti, ya vibhakti hi asti, तद् एव विशेषणस्य अपि भवेत्. सो लिङ्गवचनविभक्ति मस्ट् बि सेम् फार् बोथ् वर्ड्स्, नाम एण्ड् नौन् एण्ड् एड्जेक्टिव्. इफ् यु आर् चेञ्जिङ्ग् नौन् देन् वी हेव् टु चेञ्ज् एड्जेक्टिव् आल्सो. सो नौन् मस्ट् बि like adjective, or we can say adjective must be like noun, and their vibhakti, vachana and lingam must be same. So panditah samadarshi and panditah samadarshinah. Why there is no samadarshinah? Why there is samadarshinah? Ra is there. Ra is actually before sha, isn't it? No, no. Samadar and then sha. And then sha. How we pronounce it? Samadar, samadar shinah. So ra is before sha. And then also why it is nah, not nah. So is not applicable for the rule. What I meant, but I don't know to tell. It must be their ka varga or pa varga, that means kupu. Ku. Ka ka ga ga ga or pa pa ba ba ma or ya va ha. So, yes. Shakara is not applicable for the root, and that's why we are not going to change it into ana. Good. Sandhya Bhagini. प्रयत्नं करोतु स संन्यासी च योगी च ते संन्यासिनः च योगिनः च उत्तमम् उत्तमम् अग्रे पठतु ते महात्मनः सुदुर्लभाः बहुवचनम् सः महात्मा सुदुर्लभः हा उत्तमं सः महात्मा सुदुर्लभः बिकास् सुदुर्लभः इस् अकारान्तः शब्दः एण्ड् इट् मस्ट् बी लैक् देवः एण्ड् देट्स् वै देवः देवौ देवाः सो सुदुर्लभाः जस्ट् लैक् देवाः सो वी हेव् टु कन्वर्ट् इट् इन् टु एकवचनं देवः जस्ट् लैक् देवः सुदुर्लभः एण्ड् महात्मनः महान् महत् इस् द विशेषणम् एण्ड् इन् पुल्लिङ्गम् इट् इस् महात्मा महात्मानौ महात्मानः आत्मात्मानौ आत्मानः जस्ट् लैक् उत्तमं भगिनि सञ्जय महोदय अग्रे पठतु ते वेदविदः सः वेदवित् वेदवित् उत्तमं भवान् अग्रे पठतु अनन्यभाक् मां भजते अनन्यभाजः मां भजन्ते अनन्यभाजः मां भजन्ते उत्तमं भवान् अग्रे अपि पठतु कृपया नेयः ते नित्यसन्न्यासिनः नेयः सः नित्यसन्न्यासी सन्न्यासी सन्न्यासी दीर्घ उत्तमम् उत्तमं भवान् उत्तमम् अग्रे पठतु सूक्ष्मा भगिनी कृपया आम् एतत् सुभाषितं सावधानतया उच्चैः पठत पापान्निवारति योजयते हिताय गुह्यं गुहति गुणान् प्रकटीकरोति आपगतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः अधुना पश्यन्तु अत्र पापान् निवारयति योजयते हिताय गुह्यं निगुहति गुणान् प्रकटीकरोति आपद्गतं च न जहाति ददाति काले सन्मित्रलक्षणमिदं प्रवदन्ति सन्तः वाय् दिस् श्लोक इस् हियर् What is their halanta shabdaha relation? What is the relation with halanta shabdaha? What is halanta shabdaha there? Yes, yes, yes, yes. Gunan. Apat. कृपया सुशीला भगिनी म्यूट मध्ये तिष्ठतु. ओके थैंक यू. वाय इट इज हियर सी आई थिंक पापान निवारयति. पापान इज द्वितीय एकवचनम, सॉरी द्वितीय बहुवचनम. पाप इज प्रातिपदिकम, वी नो दैट. निवारयति योजयते, निगुहति प्रकटीकरोति, जहाति ददाति, प्रवदन्ति, ऑल दीज आर क्रियापदानि. एंड हिताय, हिताय चतुर्थी एकवचनम, हित शब्दः अस्ति. गुह्यम, इट इज गुह्य अकारांत शब्द. गुणान इज ऑल्सो जस्ट लाइक पापान. आपदगतम, इट इज कंपाउंड वर्ड. काले सप्तमी एकवचनम. सन्मित्र लक्षण, लक्षणम सन्मित्र लक्षण, इट इज ऑल्सो कंपाउंड वर्ड. इदम इज प्रोनाउन, इदम प्रोनाउन. And santah is the only word what we can relate with halanta shabda. Santah, sat is the pratipadikam, but prathama ekavachanam asti san, santau, santah. Prathama vibhakti hi asti san, santau, santah. Basic word sat, and that's why we are using sat plus jana, sat jana, sat plus guna, sad guna. So this, because of the word santaha, shlok is here. I think so. What you are thinking? Yes, Bhagini. Maybe. What is the meaning of this Subhashitam, Bhagini? Ha, papan nivarayati. Nama, papan duri karoti. Yojayate hitaya. Whatever is beneficial with us, he is doing for us. Guhyam niguhati. What is guhyam? That is what we don't know. Secret. Secret. He tells us about that. Gunan prakati karoti. What are the gunas are within us? He shows us. Apad gatam cha na jahati. Dadati kali. Apad gatam. Whatever bad things are happening in our life. He cha na jahati. Na jahati. He is not burning all those, he is not destroying all those things, but he is that apad is must be less for us. He is doing like that. And dadati kale, whatever is there, we should get. He is giving us at proper time. And sanmitra lakshanam idam. This is the lakshana of good friend. And who is that? Santa. It is, they are santaha. All people are saying them santaha. Again, last two words, pravadanti santaha, does that mean that this is what the santas are saying, or? People are saying them santaha. Okay. So now whose turn is there? Sushila Bhagini or Sukshma Bhagini, who is that? Sushila Bhagini, I just... Sushila Bhagini, prarambham karoto. Koshthake Suhrida, Suhridaha Lakshanani Sangrihitani Santi Tani Udaharanam Suhrid Shabdhasya प्रथमा विभक्ति रूपाणि उपयुज्य वाक्येषु लिखत सो सुहृद लक्षणानि सन्तः नाम सुहृदः सन्तः नाम सुहृदः सो इन प्लेस ऑफ सन्तः वी आर यूजिंग सुहृद एंड वी आर and we are using surud word again we are writing all those things whatever there in the verse just like surud papat nivarayati surudah papat nivarayanti yojayati become sukhrutah ha hitaya yojayanti correct uttamam bhagini sandhya bhagini agare patatu hyam niguhati sukhrut hyam niguhati उच्चैः वदतु कृपया भगिनी आं भगिनि सुहृत् गुह्यं निगूहति सुहृदः गुह्यं निगूहन्ति निगूहन्ति उत्तमं भगिनि सञ्जय महोदय अग्रे पठतु गुणान् प्रकटीकरोति सुहृद् गुणान् प्रकटीकरोति सुहृदः गुणान् प्रकटीकुर्वन्ति यस् करेक्ट् करेक्ट् सुक्ष्मा भगिनी सुहृदः आपद्गतं न जहाति सुहृद् आपद्गतं न जहाति सुहृद् आपद्गतं न जहाति सो सुहृदः आपद्गतं न जहति न जहति सी जहाति एण्ड् जहति इट् इस् जस्ट् लैक् ददाति एण्ड् ददति बिकास् हा धातुः अस्ति तृतीयगणीयः दा अपि अस्ति तृतीयगणीयः धातुः सुशीला भगिनी अग्रे पठतु काले ददाति सुतः काले ददति सन्ध्या भगिनी अग्रे पठतु कृपया एतं श्लोकं सावधानतया उच्चैः पठत नागुणे गुणिनं वेति गुणिषु मत्सरी गुणी च गुणरागी च विरलः सरलो जनः अग्रे पठतु स्थूलाक्षरैः स्थूलाक्षरैः लिखितानां शब्दानां प्रातिपदिकरूपाणि अधः लिखत नाम किं करणीयमस्ति अधुना नागुणी नागुणिन् गुणी गुणिन् मत्सरी मत्सरिन् गुणी गुणिन् गुणरागी गुणरागिन् सो कैन यू ट्रांसलेट दिस वर्ड्स व्हाट इज देयर इन द वर्ड naguni guninam vesi. Naguni nama? Jisme gun na ho. Na aguni. Na aguni. Oh, okay, okay. Huh? Aguni means? Guni means? Guni means jisme of character. Gun ho. Gun ho, haan. Huh. Aguni means jisme gun na ho. Gun na ho. And na aguni means? Not to have bad character, which is good people again. Too negative. Yes, yes. So, good people, good person. Guninam veti. Guninam veti. Veti means? Veti means to know. To know. Oh, okay. That means guni, guni par, gun. जिसमें गुण हो वो पहचानते हैं गुण को पहचानते हैं गुण को पहचानते हैं गुण को पहचानते हैं हाँ गुणी गुणीषु मत्सरी गुणीषु इस सप्तमी बहुवचन बहुवचनम तो गुणी गुणीषु मत्सरी गुणी लोग गुण में What is matsari bhagini? Sorry. Matsari. That means he want guni kama. He want to more guna with him. Ichha karte hai. Ichha karte hai. Athwa dusre me jo gun jada hai. Wo to wo pahchanta hai. Because na guni guni nam vetti. तो वो गुण मुझ में हो इसलिए वो दूसरे का मत्सर करता है मुझ में वो गुण नहीं है मैं गुणी हूँ इसलिए दूसरों के गुण जानती हूँ अगर उसमें दूसरों में ज्यादा गुण है मुझसे ज्यादा तो वो गुण के लिए उस आदमी का मैं मत्सर भी करती हूँ और वो गुण मुझ में हो इसलिए मैं प्रयत्न भी करूंगी अच्छा मत्सर मतलब आदर किया नहीं? मत्सर मतलब आदर नहीं मत्सर मतलब दिस इज बैड थिंग एक्चुअली एनवी एनवी ओ ओके गुणी च गुणरागी च गुणी जो है वो भी और गुणरागी गुण में प्रेम होने वाला गुण चाहने वाला ये दोनों गुण जिसमें है ऐसा ऐसे लोग विरल है हाँ, ज्यादा नहीं मिलते कम मिलते ज्यादा नहीं मिलते विरल सरलो जना ऐसे सरल लोग कम मिलते हैं जो गुणी भी हो और गुण चाहने वाले भी हो लेकिन दूसरों में अगर गुण ज्यादा है मुझ में और मुझे उस आदमी का मत्सर हो रहा है तो वो अच्छा नहीं है मगर मैं गुणी हूँ इसलिए मैं दूसरों के गुण जानती हूँ और इसलिए मुझे पता चला है कि दूसरों में कितने ज्यादा गुण है और इसलिए मैं उसका मत्सर कर रही हूँ और मैं कैसी होना चाहती हूँ गुणी और गुणरागी बट आई शुड नॉट बी मत्सरी गुण की इच्छा करने वाली गुण की इच्छा करने वाली हो सकती हूँ लेकिन दूसरों में अगर मुझसे ज्यादा गुण है तो मैं उसका मत्सर नहीं कर सकती अग्रे गच्छा महोबा भगिनी द फर्स्ट टू वर्ड्स न अगुणी गुणीनम व्यक्ति कुड यू ट्रांसलेट दैट अगेन प्लीज हाँ गुणी मीन्स द पर्सन हु इज विथ वर्च्यूज गुड थिंग्स अगुणी मीन्स गुण का नहीं होना न अगुणी मीन्स गुण का होना दैट मीन्स गुणी पर्सन Oh, okay. And he, if someone is guni, then and then only he can find out guna, or he will know the gunas who has with other person. Some gunas are there, and then only he will know what are the virtues he has. So guninam veti, guni insan hi gun ko pehchanta hai. Naguni guninam veti. Dhanyavad Bhagini. It's double negative, that's what I heard. Yes, yes, yes. Double negative means one positive. So, agre gacchamah? We have half an hour more, approximately, right? Okay. So, question number 6. Sanjeev Mahodaya, Krupaya Patatu. Shlokasya Adharena Prashnanam Uttarani Likhata. प्रथम प्रश्न गुणीनं कः न वेत्ति अधुना अत्र प्रश्नं पश्यतु एंड व्हाट दे वांट टू से फाइंड आउट व्हाट दे वांट टू से दे वांट टू से गुणी गुणीनं न वेत्ति सो इज इट अगुणीनं Aguni, guninam na vetti. Right. That means they are not saying guni guninam vetti. They are saying guni aguni, guninam na vetti. Okay. The one who is not with virtues, he can't find out guna of other person. What they want to say? Guninam kaha naveti, guninam aguni naveti. Okay. Then, next question, Sir Sukshma Bhagini. Guni, gunishu, ki drishaha bhavati? Ki drisha? Matsari. Yes. Gunshu matsari bhavena bhavati. Matsari bhavati. Matsari bhavati. Okay. Why I am saying this? Kidrushaha. This is prathama ekavachana. Kidrushaha. Mm-hmm. So matsari is also prathama ekavachana. Okay. So we are giving whatever they want. So guni okay. Gunishu matsari bhavati. Kidrishaha sorry buddy. Ha vadatu. Okay. Kidrishaha janaha viralaha saralascha bhavati. Sarala janaha. Guni cha gunaragi cha. जनः विरलः सरलश्च भवति उत्तम दैट मीन्स इन दिस श्लोक व्हाट दे वांट टू से अगुणी गुणिनम न वेत्ति गुणी गुणीषु मत्सरि दैट मीन्स दोज द वन हु इज विदाउट वर्च्यूज ही कांट find out or he don't know the guni person. Whatever virtues are there within him, he can't find out them. and guni guni shu matsari. Guni asti chet, he is guni shu matsari eva bhavati. Parantu kevalam guni and gunaragi, these people are rare. Okay, so it's not double negative then. It's double, yes. Na aguni. Aguni guni nam na vetti. Na is with na vetti. Not with aguni. Okay, agare gachhamah va. आं भगिनि अस्तु सुशीला भगिनी अग्रे पठतु एता श्लोकान् परिशीलयत आत्मनं रात्रिः आग्नौ ब्रह्मसुतम् ब्रह्मकर्म समाधिना समाधिना अधुना पश्यतु ब्रह्मार्पणं ब्रह्म हविर् ब्रह्माग्नौ ब्रह्मणाहुतं ब्रह्मैव तेन गन्तव्यं ब्रह्मकर्म समाधिना अत्र ब्रह्मन् इति शब्दः अस्ति ब्रह्मन् तर्हि ब्रह्मार्पणं नाम ब्रह्मा अथवा ब्रह्मार्पणं ब्रह्मन् इस् द वर्ड् which is in pullingam also and napunsakalingam. This one is pullingam also and napunsakalingam also. If pullingam asti chet, we have to write it down just like atman. And if it is napunsakalingam, we have to write it down with just as vartman. Vartmani, Vartmani, Vartmani, just like that, Brahma, Brahmani, Brahmani, Brahma, Brahmani, Brahmani, and then Brahmana, Brahmabhyam, Brahmabhihi. But if it is Pullingam, then we have to write Atma, Atmanau, Atmanaha. So Brahma, Brahmanau, Brahmanaha, Brahmanam, Brahmanau, Brahmanaha. So what we are going to see here, which one, napunsakalingam or pullingam? Brahmarpanam brahma. Here we are seeing a brahma arpanam. We are seeing this is pullingam. Whatever we are going to give arpana in yajna. Okay. All these things are Brahma. Yes. Brahmarpanam Brahma havi. Brahmagnau Brahmanahutam. Whatever we are going to hutam, that is, we are going to put it into yajna, offering. Offering is also Brahma. Then Brahma iva tena gantavyam, Brahma karma samadhina. Brahma iva. Who is doing yajna? Who is offering havi? That person is also just like Brahma Rupa. And where he is offering Havi in Agni. So Agni is also Brahma Rupa. So that's why he is saying Brahma Iva Tena Gantavyam. Brahma Karma Samadhina. Whatever we are going to get, the fruit of yajna, that is also Brahma. Everything so, is. who is offering havi, that person is also Brahma. Havi is also Brahma. Who is accepting havi, that means Agni, he is also Brahma. And whatever we are getting fruit of that yajna is also Brahma. So Brahmarpanam Brahmahvira Brahmagnav Brahmanahutam Brahmaivatena Gantavyam Brahma Karma Samadhina. So Atra Brahma means Napunsakalingam. Kevalam Brahma Evatena Gantavyam. Atra Brahma Rupa. Brahmarupa karta asti. Brahmarupa karta. Got it. Agre gachhamah va. Bhagini, why do we then recite this shloka before we... Napunsakalinga, what is the root? You said Brahma. You both are speaking. Sushila Bhagini, what you want to ask? No, I wanted to know Napunsakling Roop, what is it? Brahma, Brahma, Brahmani, Ani Dirga. Brahma, Brahmani, Brahmani, Ani Rasva. Brahma, Brahmani, Brahmani, Prathama. Brahma, Brahmani, Brahmani, Dvitiya. And then, Brahmana, Brahmabhyam, Brahmabhi. From Tritiya to Saptami, both words are same. Oh, okay. And when we are saying it is Brahmand, Napunsakalingam means Brahmand, Brahma. And in Pullingam, it is Brahma Deva, Brahma. Brahma. Mm. So Atma, Atmano, Atmano, just like that, Brahma, Brahmano, Brahmano. Mm. Like that. And now, Sandhya Bhagini, what you want to ask? I was trying to understand why we recite this shloka before we eat. Kripaya Uchaihi Vadatu Bhagini. Why do we recite this shloka before we eat, Bhagini? Normally, we've been taught to recite this before we eat. So why it is recited before we eat? So where it goes, whatever we eat, it is jatharagni. Ah, okay. So we are eating nama, we are giving havi to that jatharagni. So this is also yajna. Okay. Oh, that's amazing. So when we are eating, we are just like Brahma Rupa. We are giving havi. That means we are eating whatever our food. And it is havi in the jatharagni. And whatever we get from it, it is also Brahma. It is fruitful for us. So, and that's why we are saying this verse before eating. Okay. So, thinking like that, we have to eat. Okay. Oh, that's not for our test. Ah, right. Such a beautiful shloka, Bhagini. Bhagini, could we go over it one more time? Which is Napunsakling word here and which is pulling? Yes. With each and every word? Yes, please. Yes. Brahmarpanam Brahmahavi. Brahmarpanam, that means whatever we are giving, it is Brahma, Brahmarpanam. That means it is for universe or Brahmandaya or whatever this universe is Brahma. So this one is Napunsakalingam. Brahmarpanam Brahma. Brahma is also Napunsakalingam. Brahmagnam, it is also Napunsakalingam. Brahmana Hutam, it is also Napunsakalingam. And Brahmaiva Taina Gantavyam, it is, we can say, this was Brahma Eva Taina Gantavyam. Or this one is Agni. For Agni, it is Pullingam, Brahma Eva Taina Gantavyam, Brahma Karma Samadhina. What is he, who is offering Havi is also Brahma. And where we are giving that Havi means Agni, it is also Brahma. So Brahma Eva Taina Gantavyam, this is Brahma Pullingam. And Brahma Karma Samadhina is, we can say it is Napunsakalinga. So the only pulling is Brahma. Brahma Eva Taina Gantavyam. There we are giving our Ahuti. That Agni must be Brahma. Madam, Brahma Eva is written. Brahma Eva, is it that or Brahma Eva? Krupaya Punarekavaram Vadatu Shila Bhagini. Brahma Eva, when you said that, Brahma Eva or Brahma Eva? Yes, both we can say. Brahma Eva also and Brahma Eva also. Oh, okay. When you say Brahma Eva, it becomes Pullingam. Pullingam. Okay. When it is Brahma Eva means it is Napunsaka. Is it so? Ha, ha, yes. Correct, correct, correct. Again, could you say the forms of Pulling and Napunsakling again? Yes, yes, yes. See, Brahma, Brahmanau, Brahma, Brahmanah. Prathama, Brahmanam, Brahmanau, Brahmanah. This I am saying Pullingam. Atma, Atmanau, Atmanah, Atmanam, Atmanau, Atmanah. Just like that, Brahma, Brahmanau, Brahmanah. Brahmanam, Brahmanau, Brahmanah. Dvitiya, Brahmana, Brahmabhyam, Brahmam. Brahmabhyam, Brahmabhihi. Tritiya, Brahmana, sorry, Brahmane, Brahmabhyam, Brahmabhihi. Chaturthi, Brahmana, Brahmabhyam, Brahmana, Brahmabhya. Panchami, Brahmana, Brahmanoho, Brahmana. Shashti, Brahmani, Brahmanoho, Brahmasu, Brahmasu. It is Saptami. And he Brahma, he Brahmana, Brahmana, he Brahmana, Sambodhanam. This is just like Atma, Atman. And now it is Vartman. Then we have to say Vartma, Vartmani, Vartmani, Vartma, Vartmani, Vartmani. Brahma, Brahmani, Brahmani, Brahma, Brahmani, Brahmani. And again, from Tritiya to Saptami, it is just like Atman eva, and he Brahma, he Brahmani, he Brahmani, Napunsakalingam, for Napunsakalingam, Sambodhana Vibhakti. Got it? So Prathama Ekvachan, the difference is Brahma and Brahma. Yes, Brahma, Brahmanam, Brahmanah, and Brahma, Brahmani, Brahmani. Prathama and Dvitiya Vibhakti are different. Okay. Okay. So, can we go further or shall we stop here? Let's stop here because the other one may take a little longer. Yes, yes, yes, yes, yes. So it is possible for everyone on Thursdays. सेम् टैम् आं भगिनि आं भगिनि अस्तु अस्तु अस्तु We really appreciate you taking this class even while you are traveling. It is okay. I'm taking classes on Tuesdays, Thursdays and Friday every morning since 9 o'clock to 12:30 or 1 p.m. Oh. No way. And everywhere terminal exams are there now. September 8th and October 1st week. Okay. So I have to do. So amazing, So I'm not going anywhere in the morning time. In morning time, so I can make it up. So, Bhagini, your voice is much clearer. I don't know whether it is the Boston air or you are using... I'm using iPad. My laptop is not working here. I don't know. Okay. US ke Wi-Fi ka kamal hai, Bhagini.